गतवर्गे हल् सन्धि विषये अस्माकं चर्चा जाता। तत्र प्रथमसोपानम् प्रथमभागः अस्ति यदा लङ् लकारे अपृक्ततकारसकार अस्ति तदा कथं कार्यं भवति। तर्हि किमस्ति प्रथमसूत्रमस्ति हल्न्याभ्यो दीर्घात् सुतिसि पृक्तं हल्। यदि यदा लङ् लकारस्य तकारसकार अपृक्ततकारसकार अस्ति तदा हलन्त अङ्गानन्तरं यदि तकारसकार अस्ति चेत् तकारसकारस्य लोपः भवति इति अस्ति। तदनन्तरं तिप्रत्यय अन्ते अस्ति अतः सुप्तिङ्गन्तं पदम् इति सूत्रेण यत् पदं यत् निष्पद्यते तत् पदम् इति अस्ति। यद्यपि तकारसकारस्य लोपः भवति परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण लोपानन्तरम् अपि तस्य लक्षणं तु भवति एव अतः लोपानन्तरम् अपि पदसंज्ञा भवति अतः पदं भवति। तदनन्तरमस्ति यदा एकवारं पदं निष्पद्यते तदनन्तरं पदान्त आधारीकृत्य यानि यानि सन्धिकार्याणि भवन्ति तानि तानि कार्याणि करणीयानि। पदान्त तत्र अष्टाध्याय्याम् अष्टमाध्याये त्रिपाद्यां पूर्वत्र सिद्धमिति अधिकारे पदस्य इति अधिकारः अस्ति। पदस्य इत्युक्ते पदस्य अधिकारे तानि तानि कार्याणि भवन्ति यानि पदस्य कृते भवन्ति। तर्हि इदानीं पदान्त हल् वर्णस्य कृते यानि यानि कार्याणि सन्ति तानि कार्याणि द्रष्टव्यानि। तत्र अस्माभिः दृष्टं यत् सप्तकार्याणि सन्ति पदान्त हल् वर्ण आधारीकृत्य। तत्र प्रथमकार्यं किमस्ति पदान्त तत्र पदान्ते संयोगः अस्ति चेत् किं कार्यं भवति। तर्हि संयोगः इत्युक्ते किं संयोगः इत्युक्ते यदा हलोन्तराः संयोगः नाम यदा हल् वर्णाः सन्ति तेषां मध्ये अन्तरं नास्ति स्वरस्य व्यवधानं नास्ति तस्य संज्ञा अस्ति संयोगः। संयोगः यदा भवति तदा किं कार्यं भवति। तर्हि प्रथमसूत्रमस्ति किं सूत्रमस्ति प्रथमसूत्रं संयोगस्य कृते संयोगान्तस्य पदस्य लोपः भवति नाम संयोगान्तस्य पदस्य अन्तिमवर्णस्य लोपः भवति। तर्हि पदस्य अन्ते यदि संयोगः अस्ति तर्हि तस्य अन्तिमवर्णस्य लोपः भवति। तर्हि यथा बाबन्ध इति यङ्लुक् धातु अस्ति बाबन्ध तस्य अबाबन्ध योगः तक्त त्रहल्याभ्यो दीर्घास्तिपृष्टफल इति सूत्रेण तकारस्य लोपः भूत्वा अबाबन्ध इति पदं निष्पद्यते। तत्र अन्ते न ध इति संयोगः अस्ति अतः संयोगान्तस्य लोपः इति सूत्रात् धकारस्य लोपः भवति अबाबन् इति रूपं निष्पद्यते अबाबन्। तदनन्तरं द्वितीयसूत्रं किम् आसीत् संयोगान्तस्य लोपानन्तरं रासस्य इति सूत्रं किं वदति सकारस्य एव लोपः इति पदस्य अन्ते यदि संयोगः अस्ति संयोगस्य प्रथमसदस्यः यदि रेफ् वर्णः अस्ति तस्य अनन्तरं केवलं सकारस्य एव लोपः भवति अन्यवर्णस्य लोपः न भवति। तर्हि संयोगान्तस्य लोपः इति सूत्रं वदति यत् कोऽपि वर्णः भवेत् प्रथमसदस्य द्वितीयसदस्यस्य लोपः भवति। रात्सस्य किं वदति परन्तु प्रथमसदस्य रेफः अस्ति चेत् तदनन्तरं यदि सकारः अस्ति तदैव तस्य लोपः भवति अन्यथा अन्यवर्णस्य लोपः न भवति इति रात्सस्य वदति। तर्हि तस्य किम् अस्माभिः दृष्टम् अमृज् धातुः अस्ति मृज् खलु तस्य मृज् धातोः लट् लकारः अमृज् योगः तः त तकारस्य लोपः भूत्वा अमृज् तदनन्तरम् अमार्ज् इति धातु अमार्ज् इति भवति पदम्। अत्र अमार्ज् मध्ये अन्ते संयोगः अस्ति, तस्य प्रथमः सदस्य रेफः अस्ति, तदनन्तरं जकारः अस्ति, अतः जकारस्य केवलसकारस्य लोपः भवति, अतः जकारस्य लोपः न भवति, अत्र अमार्ज एव तिष्ठति। तदनन्तरम् अस्माभिः इदानीं नूतनसूत्रमस्ति, इदानीं तृतीयबिन्दुः अस्ति खलु, तत्र झलादिप्रत्ययपरे रेफात् परस्य छकारस्य चकारस्य च लोपः इति अपि अस्माभिः गतरविवासरे दृष्टं, परन्तु एकवारं अस्माभिः अस्माभिः वस्तुतः अस्माभिः दृष्टं तत्र किम् आसीत् राल्लोपः इति सूत्रं किं वदति कोऽपि वक्तुं शक्नोति वा? रेफात् परस्य चकारस्य वकारस्य लोपः भवति क्विप्रत्यये परे, जलादिप्रत्यये परे अथवा अनुनासिकप्रत्यये परे इति अस्ति। एतत् अङ्गकार्यमस्ति, एतत् अग्निकाङ्गमस्ति, सम्यक्। तर्हि यदि एक यदि अङ्गमस्ति, अङ्गकार्यमस्ति खलु, 6-4 अस्ति, अतः अङ्गस्य अधिकारः अस्ति, अङ्गः अस्ति, अङ्गमस्ति, तस्य अङ्गस्य यदि रेफवर्णः अस्ति, रेफवर्णात् अनन्तरं यदि छकारः अस्ति, छ तुक्सहितछकारः इति न सामान्यछकारः अथवा वकारः इति अस्ति चेत्, तदनन्तरं यदि क्वि प्रत्ययः अस्ति, झलादिप्रत्ययः अस्ति अथवा अनुनासिकप्रत्ययः अस्ति, तर्हि तत् छकारस्य वकारस्य लोपः भवति इति अस्ति। इति तु सन्धिसूत्रं नास्ति, परन्तु अङ्गकार्यमिति अस्ति, पूर्वोक्तसिद्धम् इति अधिकारे न आगच्छति। तर्हि अत्र सूत्र अत्र मूर्च् धातुः अस्ति खलु, मूर्च् धातुः, तर्हि मूर्च् धातुः अस्ति, तस्य यङ् लुक् भवति मोमूर्च्, तर्हि अमोमूर्च् योगः त, इदानीम् अमोमूर्च् योगः त इति स्थित्यां राल्लोपः इति सूत्रमपि कार्यं करोति, हल्न्याभ्यो दीर्घासुतिः प्रत्यं फल् अपि कार्यं करोति। प्रथमः कस्य कार्यं भवति? अङ्गकार्यं राल्लोपः, अपि च परसूत्रमपि अस्ति, तर्हि राल्लोपः इत्यस्य कार्यं भवति। अत्र रेफः अस्ति, रेफात् अनन्तरं छकारः अस्ति, तस्यानन्तरं झलादिप्रत्ययः तकारः अस्ति, अतः छकारस्य लोपः भवति, अतः अमोमुर् योगः त इति भवति। इदानीम् अमोमुर् योगः त इति स्थित्यां सूत्रद्वयस्य प्रसक्तिः भवति, एकं तु अस्ति पुगन्तलघुपदस्य च, यतोहि तकार तिप्रत्ययः अस्ति खलु, पिप्रत्ययः अस्ति, पित् ते गुणः अपि भवति, अपि च हल्न्याभ्यो दीर्घसुचि प्रत्यम्भम् इति सूत्रस्य अपि प्रसक्तिः भवति। तर्हि किं सूत्रं कार्यं करोति प्रथमम्? हेलो, यतोहि तत्र अङ्गकार्यमस्ति, अपि च परसूत्रमपि अस्ति, अतः तेन उपदागुणं भवति, गुणः भवति अमोमोर् योगः त। इदानीं हल्न्याभ्यो दीर्घासूत्रेण अमोमोर् इति भवति। अमोमोर् एकवारं यदा भवति, तदनन्तरं किं भवति रेफस्य किं भवति? अस्माकं परिचितमस्ति करवसानयोः विसर्जनीय सूत्रेण पदान्तरेफस्य विसर्गः भवति, अमोमोः इति रूपं भवति, अमोमोः इति रूपं भवति। तथैव मोमूर्च् योगः मी, अत्र मोमूर्च् योगः मी मध्ये किं भवति? रेफः अस्ति, रेफानन्तरं छकारः अस्ति, तदनन्तरम् अनुनासिकवर्णः अस्ति, अतः किं भवति? राल्लोपः इति सूत्रेण रेफस्य छकारस्य लोपः, मोमुर्योगः मी, तुवन्तलघुपदस्य च इति सूत्रेण गुणः भवति मोमोर्योगः मी, मोमोर्मि। तदनन्तरं मोमूर्च् योगः मः, अत्र अपि अनुनासिकवर्णः अस्ति, अतः छकारस्य लोपः मोमुर्योगः मः, अत्र गुणः न भवति, यतोहि अत्र प्रत्ययः पित् नास्ति। परन्तु मुमुर्युगः मह इति प्रसङ्गे कस्य सूत्रस्य कार्यं भवति? हलीचसूत्रं किं वदति? रेफवकारयोः यदि उपदा इक् वर्णः अस्ति चेत् हलिपरे दीर्घः भवति। तर्हि प्रथमं तु धातु भवेत्, प्रथमं तु धातु धातु के कीदृशधातु? रेफान्त अथवा वकारान्त, तादृशः धातुः यस्य अन्ते रेफवर्णः अथवा वकारः भवति। तस्य अनन्तरं यदि हल् वर्णः अस्ति, नाम धातुः अस्ति, धातोः अन्ते रेफ अथवा वकारः, तस्य अनन्तरं हल् वर्णः, तर्हि तदा रेफवर्णात् पूर्वं यद्वर्णः अस्ति, इक् वर्णः अस्ति, नाम उपधायां यः इक् वर्णः अस्ति, तस्य दीर्घत्वं भवति। रवोः धातोः नाम रेफान्तवकारान्तधातोः उपधायाः इक् वर्णस्य दीर्घः भवति हल्प्रे। तर्हि अत्र मोमुर्युगः मह मध्ये धातु अस्ति, मोमुर् धातु अस्ति खलु, यङ्लुगन् धातु, तस्य अन्ते अस्ति रेफ् वर्णः, तस्यानन्तरमस्ति हल् वर्णः मकारः, रेफात् पूर्वम् अस्ति इक् वर्णः उकारः, अतः तस्य हली च सूत्रात् दीर्घं भवति मोमूर्मः, मोमूर्मः इति अस्ति। तर्हि सर्वदा हली च इति सूत्रं बहुत्र आगच्छति, महत्त्वपूर्णसूत्रमस्ति, अतः हली च इति सूत्रम् अपि मस्तिष्के सदा भवेत्। अस्तु, तर्हि इति अस्ति हल् इति अस्ति त्रीणि कार्याणि। प्रथमस्ति संयोगान्तस्य लोपः, नाम पदान्तसंयोगस्य लोपः भवति द्वितीयसदस्यस्य, ह्रासस्य नाम रेफात् परे केवलसकारस्य लोपः भवति यदा संयोगः पदस्य अन्ते आगच्छति। तदनन्तरम् अस्माभिः दृष्टं राल्लोपः, राल्लोपः इति सूत्रं वदति यत् रेफानन्तरं चकारवकारस्य लोपः भवति। कदा भवति? क्वि झलादिप्रत्यय अनुनासिकवर्णपरे अस्ति चेत् इति अस्ति। तर्हि अस्माभिः त्रीणि सूत्राणि दृष्टानि, इदानीम् अग्रे गच्छामः। नूतनविषय नूतनबिन्दुः अस्ति, चतुर्थबिन्दु, पठतु मीना महोदय, आरम्भं करोतु। संशयमस्ति तत्र उपदायां च अपि च हलि च समानमेव, व्यत्यासं किं? समान अर्थं रेफवकारयोः उपदायाः इक् दीर्घः, उपदायां सूत्रं च समानमेव वदति? न न कोऽपि वदति वा समानं कीदृशं नास्ति? तर्हि हलि च इति सूत्रं किं वदति? रेफ वर्णः कुत्र आगच्छति? धातोः धातोः कुत्र कुत्र अन्ते आगच्छति? उपधायां च किं वदति? उपधायाः इतः दीर्घः हलिपरे समानमेव, उपधायां च सूत्रमपि समानं वदति। उपधायां च सूत्रं वदति रेफ वर्णः उपधायाम् अस्ति अत्र, तत्र निमित्तं न अपेक्षितमस्ति, अतः किमपि न भवेत्, अत्र हलि भवेत्, अत्र निमित्तं नास्ति। न एकत्व अस्ति, परन्तु द्वितीयमुख्यबिन्दुः अस्ति हलि च इति सूत्रे धातोः अन्ते रेफवर्णः भवति, तदनन्तरं हल् वर्णः आगच्छति, नाम प्रत्ययः अस्ति अथवा किमपि अस्ति। उपधायां च इति सूत्रे रेफवर्णः एव उपधायाम् अस्ति। तर्हि रेफवर्णः धातोः अन्ते अस्ति खलु, लेपः अन्ते धातोः अन्ते अस्ति हलिचसूत्रेण. उपधायां च इति सूत्रे रेपवर्णः उपधायामस्ति. उपधायामस्ति, रेफवर्णः अन्ते नास्ति, रेफवर्णः उपधायाम् अस्ति. तदनन्तरं यदि हल् वर्णः अस्ति चेदपि तत्र रेफवर्णस्य उपधायां, नाम यथा रेफवर्णः उपधायाम् अस्ति, नाम सेकेण्ड् टु लास्ट् पोजिशन् मध्ये अस्ति, तस्मात् पूर्वं यत् इकवर्णः अस्ति तस्य अपि दीर्घत्वं भवति इति अस्ति उपधायां च. एतस्य एतस्य उदाहरणम् अस्माभिः पूर्वं पठितं चुरादिगणे. कोऽपि स्मरति वा? धातु अस्ति एकं कुर्द् इति, कूर्द् इति ककारः दीर्घरिकारः तकारः इति एकः धातुः अस्ति क्रीत. अस्तु, तर्हि क्रीतयोगः णिच्, क्रीतयोगः णिच् इति स्थितिः अस्ति. अस्तु, तर्हि कथं कार्यं भवति कोऽपि स्मरति वा? क दीर्घरिकारः नाम उपधायां दीर्घरिकारः वर्ण स्वरः अस्ति, तकारः इति अस्ति, तदनन्तरं णिच्. अस्मिन् स्थित्यां अस्यां स्थित्यां कार्यं कथं भवति स्मरति वा कोऽपि? क्रमशः कुर्यामः. णिच् मध्ये कः वर्णः अवशिष्यते? तर्हि क्रीत् योगः इ. इदानीं सूत्रस्य प्रसक्तिः आगच्छति, वृद्धिः शक्यमत्र किल न? अत्र पुगन्तलघुपस्य सूत्रं कार्यं करोति वा? दीर्घ अस्ति. तर्हि अस्माभिः पठितं यदा यदा धातो यदा अङ्गस्य अन्ते यदि दीर्घरिकारः अस्ति तस्य यदि गुणः अपि न भवति तर्हि किं सूत्रं कार्यं करोति? इदानीं मम भिन्न प्रश्नः अस्ति, यदि कस्यापि अङ्गस्य अन्ते दीर्घरिकारः अस्ति तर्हि यदा तस्य गुणः न भवति तदा किं कार्यं भवति? दीर्घरिकारान्त धातुः अस्ति चेत् तस्य स्थाने इत् वर्णः भवति खलु, इकारः भवति खलु, तस्य इक् वर्णः भवति यदा गुणः न भवति. अस्तु, तस्य एव सूत्रानन्तरं एकं सूत्रमस्ति. तत् सूत्रं किमस्ति? अष्टाध्याय्यां को उद्घाटयतु. न, उरण्ड्रपर इति खलु महोदय तत्र? न न, तत्तु भिन्नमस्ति. तत् तत्तु रेफ तु भवति, तत् तद् नास्ति, परन्तु ऋत इद्धातोः इति सूत्रेण ऋत इद्धातोः इत्यनेन इति भवति, इरिपि भवति, अनन्तरं दीर्घः भवति सूत्रेण रेफ भवति, तत्तु सत्यं. परन्तु ऋत इद्धातोः अनन्तरं सूत्रं किम् अस्ति अष्टाध्यायम्? अस्माभिः ज्योत्यादिगणस्य विषयस्य अन्तिमभागे एव पठितं, तर्हि बहु पूर्वं नास्ति. रीत इद्धातोः इति सूत्रेण दीर्घरिकारान्त धातोः रिकारस्य स्थाने इकारः भवति. तदनन्तरम् अग्रिमसूत्रं किमस्ति कोऽपि वदतु अष्टाध्याय्यां दृष्ट्वा? रीत इद्धातोः इति सूत्रमस्ति, तस्य अनन्तरं सूत्रं किम्? न, भवती एव वदतु इदानीं खलु. रीतयद्धातुः कुत्र अस्ति, तस्य अनन्तरं सूत्रं किम् अस्ति? पुस्तकं कुत्र, पुस्तके किं? पुस्तके रीत इद्धातोः अस्ति सूत्रं, सूत्रं कुत्र अस्ति अहं न जानामि. इदानीं भवती एव शोधयतु खलु, इण्डेक्स् इण्डेक्स् मध्ये दृष्ट्वा शोधयतु. अन्य कोऽपि जानाति वा विपरीत धातोः अनन्तरं सूत्रं किमस्ति? उदोष्ठपूर्वस्य खलु 8100 उपादायाञ्च महोदय, उपादायाश्च इति उपादायाश्च धातोः उपादायः. तर्हि उपादायाश्च सूत्रं किं वदति? धातो उपधाकारस्य इकारादेशः भवति इति अस्ति. न केवलम् अन्ते परन्तु धातोः उपधायामपि तस्य भवति, तस्य ईवर्णः भवति खलु. तत् सूत्रमस्ति उपधायाश्च, उपधायाश्च तत्र उपधायाः षष्ठी विभक्ति अस्ति. तर्हि क्रीतयोगः ईकारमध्ये इदानीं कस्य सूत्रस्य कार्यं भवति प्रथमम्? क्रूतयोगः णिच् कस्य कार्यं भवति? उपधायाश्च इत्यस्य. उपधायाश्च सूत्रस्य कार्यं भवति यतोहि उपधायां दीर्घ इकार दीर्घरिकारः तत्र इकारः भवति, किर् इति भवति. प्रथमम् इकारः भवति, तदनन्तरं उरण्ड्रपर इति सूत्रेण इर् भवति. हा, इर् भवति. ीत् अस्य भवति किर्त् खलु, किर्त् खलु, क दीर्घ ह्रस्व इकारः रेफः च किर्त् खलु. आमाम्. इदानीं कस्य सूत्रस्य कार्यं भवति किर्त् मध्ये? कीर्तयोगः इ दीर्घः भवति तत्र. एतत् एकवारं हलिच नास्ति महोदय तत्र. उपधायाञ्च उपधायाञ्च क्षम्यताम् उपधायाञ्च उपधायाञ्च. तर्हि तर्हि उपधायाश्च नाम उपधायाः च इति सूत्रेण दीर्घरिकारस्य ह्रस्व इकारः भवति किर्त्. इदानीं किर्त् इति धातोः उपधास्थित् उपधा मध्ये रेफवर्णः अस्ति, रेफवर्णा अनन्तरं तकारः अस्ति, तकारः अस्ति खलु, हल्वर्णः अस्ति किर्त्. अतः रेफवर्णात् प्राक् यः इक् वर्णः अस्ति तस्य दीर्घत्वं भवति उपधायां च. अत्र उपधायाम् अस्ति नाम सप्तमी विभक्ति. तर्हि एकसूत्रमस्ति उपधायाः च, एकसूत्रमस्ति उपधायां च, भिन्नसूत्राणि सन्ति. तर्हि उपधायां च इति सूत्रेण किं भवति इदानीं? दीर्घत्वं भवति. तर्हि उपधाः हल् वर्णः अस्ति चेत् रेपः वकारस्य स्थाने इक् वर्णः दीर्घः भवति. न न न न न, स्थाने इति किमपि न. धातोः उपधायां रेफवर्णः अस्ति चेत् रेफ अथवा वकारः, तस्य रेफ अथवा वकारवर्णात् अनन्तरं यदि हल् वर्णः अस्ति अपि च रेफ अथवा वकारस्य पूर्वं यः इक् वर्णः अस्ति चेत् तस्य इक् वर्णस्य दीर्घं भवति इति अस्ति उपधायां च. तर्हि कीर्त मध्ये अन्तम् अस्ति तकारः, उपधा मध्ये अस्ति रेफः, रेफात् पूर्वम् अस्ति इकारः. अतः उपधायां च इति सूत्रेण इकारस्य दीर्घत्वं भवति. तर्हि दीर्घत्वं भूत्वा किं भवति? कीर्त् धातु भवति कीर्ति, कीर्ति कीर्ति भवति. अतः रूपं भवति कीर्तयति, दीर्घ इकारः कीर्तयति. तर्हि कृत् धातु तादृशधातुः अस्ति यत्र उपधायाः च इति सूत्रस्यापि कार्यं भवति, उपधायां च इति सूत्रस्यापि कार्यं भवति. तर्हि मुख्यबिन्दुः अस्ति. इदानीं हलि च उपधायां च इति सूत्रयोः भेदः कः इति अवगम्यते वा मीना महोदय? न महोदय. कः प्रश्नः अस्ति? उपधायां च उपधायाः च इति उपधायाः च तु भिन्नमेव अस्ति. प्रश्नः अस्ति उपधायां च हलि च इति सूत्रयोः भेदः. हलि च इति सूत्रे धातोः अन्ते रेफवर्णः भवेत्. उपधायां च इति सूत्रं वदति धातोः उपधायां यदि रेफवर्णः अस्ति चेत् किं कार्यं करणीयम्? अत्र अत्र अमूर् अत्र किम् अस्ति अत्र मो अत्र अमोमोर्योगः मह अस्ति खलु. क्षम्यतां, मूर्च्छयोगः मह अत्र मोमूर्च्छयोगः मह चकारस्य लोपः भूत्वा तत्र मोमुर्योगः मह इति अस्ति खलु. इदानीं धातु अस्ति मोमुर् खलु. मोमुर् इति धातोः अन्ते कः वर्णः अस्ति? चकारः. धातोः अन्ते इदानीं कः वर्णः अस्ति? इदानीं रेफवर्णात् पूर्वं नाम उपधा इति स्थले कः वर्णः अस्ति? उकारः. तदनन्तरं रेफवर्णात् अनन्तरम् अतः अत्र हलि च इति सूत्रात् उकारस्य दीर्घत्वं भवति. अत्र हलि च किमर्थं कार्यं करोति? अन्ते रेफवर्णः, रेफवर्णात् पूर्वम् उकारः. कीर्त मध्ये धातु अस्ति खलु कीर्त, तस्य अन्ते कः वर्णः अस्ति? कीर्त कीर्त ह्रस्व इकार अस्ति. इदानीम् अन्ते कः वर्णः अस्ति? धातोः उपधायां कः वर्णः अस्ति? तर्हि अत्र धातोः अन्ते रेफ अस्ति वा? न न. अत्र कार्यं कर्तुं शक्नोति वा? हलि च न करोति. हलि च वदति धातोः अन्ते रेफवर्णः भवेत्. अत्र नास्ति अन्ते, अत्र धातोः उपधायां रेफवर्णः अस्ति. अतः उपधायां च इति सूत्रम् आगत्य वदति उपधायां यदि रेफ अथवा वकारवर्णः अस्ति चेत् तस्मात् पूर्वं यत् इक् वर्णः अस्ति तस्य अपि दीर्घत्वं भवति हलिपरे. तर्हि कीर्त मध्ये धातोः उपधायां रेफ वर्णः, तस्य अनन्तरं तकारः अस्ति यत् हल् वर्णः अस्ति, रेफवर्णात् पूर्वम् इक् वर्णः अस्ति तस्य अपि दीर्घत्वं भवति अतः कीर्त भवति कीर्त इति. इदानीम् अवगच्छति वा हलि च उपधा? मुख्यभेदः अस्ति रेफवर्णः कुत्र अस्ति, अन्ते अस्ति वा उपधायाम् अस्ति? उपधायाम् अस्ति चेत् उपधायां च उपधायाश्च अङ्गकार्यम् अस्ति. उपधायाश्च अन्य अङ्गकार्यम् अस्ति. उपधायां च इति सन्धिका इति तु त्रिपाद्याम् आगच्छति, भिन्नमस्ति तत्र. एकविभक्तः भेदः अस्ति उपधायाः च इति सूत्रे, षष्टिविभक्तिः अस्ति उपधायाः इति पदस्य प्रातिपदिकस्य. उपधायां च इति सूत्रे उपधाप्रातिपदिकस्य सप्तमीविभक्तिः अस्ति इति एव इति भेदः अस्ति तत्र. अवगम्यते? सर्वे सर्वे आगच्छन्ति वा इदानीम्? किमिति वा ज्ञातव्यम्? अग्रे गच्छामः. मीना महोदय चतुर्थ बिन्दु पठतु, पदान्ते संयोगस्य प्रथमः दर्शनं. पदान्ते संयोगस्य प्रथमसदस्य सकारः ककारो वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति. पदान्ते संयोगस्य प्रथमसदस्य सकारः ककारो वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति. स्कोः संयोगाद्योरन्ते च संयोगस्य प्रथमसदस्य सकारककारो वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्यस्य झरि पदान्ते च. इस् च इक् च तयोः इतर इतरद्वन्द्वः कौ तयोः स्कोः संयोगस्य आदि शब्दं भवति कुत्र? न, अहं तु श्रोतुं शक्नोमि. संयोगस्य आदि संयोगादि तयोः संयोगाद्योः षष्टितत्पुरुषः संयोगान्तस्य लोपः इत्यस्य अनुवृत्तिः झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. पदस्य कारः अनुवृत्तिसहितसूत्रं संयोगाद्यो स्कोः लोपः सकारककारयोः लोपः झलि पदस्य अन्ते च. किं लिखितं? यत्र संयोगमस्ति पदान्ते, किमर्थं प्रथमसदस्य अत्र लिखितमस्ति खलु संयोग आद्यो आदि अनुवृत्तिसहितसूत्रं किम् अस्ति? संयोगाद्योः जलि पदस्य अन्ते च. तर्हि संयोगाद्योः स्कोः लोपः नाम संयोगः अस्ति. संयोगस्य आदौ सकारः ककारस्य लोपः भवति. कदा भवति? निमित्तं किम्? जलिपरे अथवा जलिपरे अथवा तर्हि यदि झल् वर्णः अस्ति झल् वर्णात् पूर्वं यदि संयोगः अस्ति, कीदृशः संयोगः? यस्य प्रथमसदस्य सकारः ककारः अस्ति तस्य सकारककारस्य लोपः भवति. अपि च पदस्य अन्तिम यदि संयोगः अस्ति, कीदृशसंयोगः? यस्य प्रथमवर्णः सकारककारः, तर्हि तत् प्रथमवर्णसकारककारस्य लोपः भवति इति अस्ति. तर्हि पश्यतु, झलि तु अस्ति, झलि तु किमपि नास्ति. तर्हि पदस्य अन्ते, सामान्यतया पदस्य अन्ते केन सूत्रेण लोपः भवति? संयोगान्तस्य लोपः. संयोगान्तस्य लोपः सामान्यसूत्रं वदति यत् पदस्य अन्ते यदि संयोगः अस्ति, तस्य संयोगस्य द्वितीयसदस्यस्य नाम अन्तिमवर्णस्य लोपः भवति. परन्तु स्कोः संयोगाद्योरन्ते च इति सूत्रं वदति, परन्तु यदि तादृशसंयोगस्य प्रथमसदस्य सकारः अथवा ककारः अस्ति, तर्हि तत्र अन्तिमवर्णस्य लोपः न भवति, अपि तु तत्र आदिमसकारककारस्य लोपः भवति इति. अवगच्छति वा? उदाहरणम् अग्रे आगच्छति. अग्रे अस्तु, आगच्छति एव, पठतु. यदा ब्रश्च इति औपदेशिकधातुः ब्रश्च, तस्य यङ् लुगन्तधातुः बब्री ब्रश्च. अबरी ब्रश् लोकः लङ् कार्य अबरी ब्रश् योगः तक् इत् हल् न्याभ्यो दीर्घासु सूतिस्य अपृक्तं हल् इति सूत्रेण इत्लोपः अबरीब्रश् एकनिमिषं इति पदमस्ति खलु पदमस्ति पदं सिङ्ग् रूपे लक्षणं नास्ति तर्हि पदस्य अन्ते संयोगः अस्ति चेत् खलु संयोगः अस्ति खलु पदस्य सकारजकारः अस्ति हा तर्हि संयोगान्तस्य लोपः यदि कार्यं करोति तर्हि रूपं किं भवति जकारस्य लोपः भवति खलु जकारस्य लोपः भवति अबरिभ्रस् इति भवति खलु परन्तु इदानीम् अग्रे पठतु अबरिभ्रश् स्को संयोगान्ते च इत्यनेन सकारलोपः अबरि ब्रज् तर्हि स्कोः संयोगाद्युरन्ते वदति यदि संयोगस्य प्रथमपदस्य सकारः ककारः अस्ति चेत् तस्य एव लोपः भवति संयोगान्तस्य लोपः इति सूत्रात् अबरिभ्रस् इति न भवति अपि च अपि तु स्कोः संयोगाद्युरन्ते च इति सूत्रात् सकारस्य लोपः भूत्वा अबरिभ्रज् इति भवति महोदय तत्र इदानीं तत्र एकस्य भागस्य एव अपवादः भवति अन्यत्र जलिफले तत्र संयोगान्तस्य इत्यस्य कार्यं न भवति परन्तु संयोगान्तस्य लोपः केवलं पदान्ते भवति तथापि अपवादः अस्ति एव खलु तत्र अपवादः एव अपवादः इति तत्र सम्पूर्णस्य भागस्य अपवादः भवेत् खलु अत्र द्वयमपि न परन्तु अहं चिन्तयामि यतोहि अत्र एतादृशं चिन्तयतु स्कोः संयोगाद्योरन्ते च इति सूत्रे पदान्ते यदि इति इदं सूत्रं न कार्यं करोति अपि च किं कार्यं करोति संयोगान्तस्य लोपः तर्हि इदं सूत्रं सम्पूर्णतया निवरपाशनं भवति खलु आम् पदान्ते भवति परन्तु जलिपरे न भवति जलिपरे तु न भवति जलिपरे तु तस्य इदानीमपि प्रसक्तिः भवति अतः सम्पूर्णसूत्रस्य निरवकाशं न भवति परन्तु सत्यं तत्र पदस्य अन्ते इति भागस्य निरवकाशं भवति अतः अपवादरूपेण अपि वयं चिन्तयितुं शक्नुमः अस्य एव सूत्रस्य कार्यं भवति तर्हि प्रश्नः समीचीनमस्ति अबरिभ्रज् इति अवसरे संयोगान्तस्य लोपः अपि कार्यं करोति स्कोः संयोगाद्योरन्तेः च अपि कार्यं करोति तर्हि कस्य सूत्रस्य प्रसक्तिः भवति कथं जानीमः किमर्थम् उपसूत्रद्वयम् उपत्रिपाद्यां सन्ति परसूत्रं पूर्वतः सिद्धं भवेत् परन्तु तत्र कार्यं भवति अपवादत्वेन अन्यथा न भवेत् एव खलु तर्हि अपवादत्वेन एव भवति अत्र अत्र पूर्वत्र सिद्धं तु अस्ति नाम पूर्वसूत्रस्य कृते परसूत्रं बाध किमस्ति असिद्धमस्ति परन्तु अपवादं तु अपवादमेव अस्ति खलु मुख्यबिन्दुः कः अस्ति सूत्रस्य कस्य अपि भागस्य निरवकाशत्वं न भवेत् यदि पदस्य अन्ते संयोगः अस्ति अत्र अपि यदि संयोगान्तस्य लोपः कार्यं करोति तर्हि स्कोः संयोगाद्योरन्ते अन्ते च इति सूत्रे लिखितमस्ति खलु अन्ते च अत्र अन्ते च इति भागस्य निरवकाशं भवति तर्हि अन्ते च किमर्थं लिखितं पाणिनिना किमर्थं निरवकाशं तु न भवेत् तर्हि अन्ते च इति लेखनस्य महत्त्वमस्ति यत् अत्र संयोगान्तस्य लोपः इति सूत्रं बाधयित्वा स्कोः संयोगाद्योरन्ते एव कार्यं करोति अन्यथा अन्ते च इति भागस्य निरवकाशत्वं भवति परसूत्रं त्रिकारणात् एव वा सूत्रम् अत्र न तत्र न यतोहि अत्र पूर्वतः सिद्धमस्ति खलु पूर्वत्र सिद्धं भवेत् असिद्धं भवेत् सामान्यतया संयोगान्तस्य लोपः इति पूर्वसूत्रमस्ति अतः तस्य कृते स्कोः संयोगाद्योरन्ते च इति असिद्धं भवेत् नाम एकवारं नाम पूर्वसूत्रस्य कार्यं प्रथमं भवति परन्तु अत्र यदि पूर्वसूत्रस्य कार्यं प्रथमं भवति नाम संयोगाद्यस्य लोपः इति सूत्रस्य कार्यं प्रथमं भवति तर्हि अबरिभ्रज् इति भवति अबरिभ्रस् इति भवति खलु इदानीं कोः संयोगाद्योरन्ते इति च इति सूत्रस्य यत् अन्ते च इति भागमस्ति तस्य कार्यं कुत्रापि न भवति अवगच्छति वा आं महोदय अत्र भ्रमः भवति अन्यत्र लब्धावकाशः अस्ति वा इति तादृशचिन्तनं चेत् अन्यत्र लब्धावकाशः अस्ति जलिपरे अस्ति परन्तु द्वयस्य अपि भवेत् इति कृत्वा अपवाद इति वक्तव्यं खलु चिन्तयतु खलु अत्र सूत्रे एव लिखितमस्ति संयोगाद्यो अतः अन्ते इति अस्ति निरवकाशत्वं भवति अन्ते च इति भागस्य तत्र महत्त्वमस्ति खलु तत्र न तथा यदि पाणिनि तथा न इच्छति चेत् यदि सः अन्ते यदि संयोगादस्य लोपः इति चिन्तयति चेत् स्कोः संयोगाद्यो अन्ते च इति किमर्थं लिखति न लिखति केवलं झलि परे इति कार्यं भवतु परन्तु अन्ते च इति लेखनस्य एव तत्र महत्त्वम् अस्ति यत् अन्ते पदस्य अन्ते अपि स्कोः संयोगाद्योरन्ते इति सूत्रस्य कार्यं भूत्वा प्रथमसदस्य लोपः भवति अतः एतत् दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् यद्यपि संयोगातस्य लोपः पूर्वसूत्रमस्ति पूर्वतसिद्धमिति अधिकारे अस्ति परन्तु निरवकाशत्वं न भवेत् अतः पदस्य अन्ते संयोगस्य प्रथमसदस्य यदि सकारः ककारः अस्ति चेत् संयोगादस्य लोपः इति सूत्रेण द्वितीयसदस्यस्य लोपः न भवति अपि तु स्कोः संयोगाद्योरन्ते च इति सूत्रात् प्रथमसदस्यस्य एव लोपः भवति सकारस्य ककारस्य एव लोपः भवति इति अस्ति सर्वे अवगच्छन्ति वा तर्हि सर्वदा प्रथमं किमस्ति पूर्वत्र सिद्धं भवेत् परसूत्रं भवेत् किमपि भवेत् सर्वदा एतद् द्रष्टव्यं यत् सूत्रस्य किमपि भागस्य निरवकाशत्वं तु न भवति खलु तथा भवति यदा तथा भवेत् तादृशं कार्यं न करणीयम् अतः तस्य सूत्रस्य एव कार्यं प्रथमं करणीयम् इति फण्डामेण्टल् नाम तत्र मूलसिद्धान्तमस्ति इति चिन्तयतु अत्र बलाबलम् इति प्रसक्तिः अस्ति तत्र न बलाबलम् अन्ते अन्ते इति पदं प्रधानं भवति तत्र अस्ति खलु एकरीत्या अपवादम् एव भवेत् खलु तादृशं नास्ति चेत् अन्ते च इति निरवकाशं भवति अस्तु सर्वे आगच्छन्ति वा तर्हि आहत्य पदस्य अन्ते अथवा झल् परे यदि संयोगस्य प्रथमसदस्य सकारककारः अस्ति चेत् तस्य एव लोपः भवति अग्रे वस्तुतुमण्डले षष्टि षष्टि इति षष्टि संस्त् धातु अदादिगणे संस्त् षष्टि उपदेशनासिके इति द्वाद्वादेः सः सः षष्ट् इति तु मम धातोः विदचोर् अन्त्यात् परः संस् इति धातुः संस्थिति धातु ओके षष्टिधातु अस्ति तस्य इकारस्य इति संज्ञा भवति षष्ट् इति भवति धात्वादेशे सह सः इति सूत्रात् षकारसकारः भवति षस्त् इदानीं धातु कीदृशमस्ति इदित अस्ति खलु इदित इकारस्य इत्संज्ञा अस्ति अतः तस्य नुमागमः भवति. नुमागमः कुत्र भवति? अन्तिम अच्परे. तर्हि स न स्त, तर्हि षष्टि औपदेशिकधातु लौकिकधातु भवति. संस्त संस्त इति अस्ति. अग्रे इदानीम् असंस्त योगः. असंस्थित योगः इत्युक्ते हल् व्याप्यो दीर्घासु सुतेशि अपृक्तं हल् इत्यस्मात् असन् असन्स् इत्यकारलोपः. स्को संयोगान्ते च असन्त् सकारलोपः, सकारलोपः तत्र असन्त् संयोगान्तस्य लोपः. भोः तत्सूत्रमपि लोपः असन्. तर्हि पश्यतु असंस्त तकारस्य लोपः भूत्वा असंस्त इति पदं भवति. इदानीं पदस्य अन्ते संयोगः अस्ति खलु, न सत इति. परन्तु संयोगस्य सब्सेट् अपि संयोगः एव अस्ति खलु. न सत इति संयोगः अस्ति खलु, न सत इति संयोगः अस्ति. तदनन्तरं तत्र सत इति अपि संयोगः अस्ति खलु. तर्हि सत इति स्कोः संयोगाद्युरन्ते च इति सूत्रेण सकारस्य लोपः भवति असन्त इति. इदानीं संयोगान्तस्य लोपः इति सूत्रेण असन् इति भवति. परन्तु अहं किं अत्र मम अपि बहुत्र अत्र किं भवति अत्र अस्तु अग्रे आगच्छति. वस्तुतः लिखितमस्ति, अहं कदापि अहं चिन्तयामि यत् असंस्थमध्ये कार्यं कथं भवति. अत्र अग्रे लिखितमस्ति, अग्रे एकवारं पठित्वा वयम् अग्रे वयं द्रक्ष्यामः किं कार्यं करणीयम्. अस्तु इदानीं रघुपतिमहोदय अग्रे पठतु. अत्र कश्चन प्रश्नः उदेति. हा महोदय, अत्र कश्चन प्रश्नः उदेति. असंस्त इति स्थित्यां पदान्ते संयोगान्तस्य लोपः स्को संयोगाद्योरन्ते च इति द्वयोः सूत्रयोः प्रसक्तिः. सूत्रद्वयं त्रिपाद्यमस्ति, अतः किमर्थं पूर्वत्र असिद्धम् इत्यनेन परशास्त्रम् असिद्धम्? असिद्धत्वात् संयोगान्तस्य लोपः अत्र भवेत्? उत्तरमस्ति यत् पदान्ते स्कोः संयोगान्ते च इति सूत्रं संयोगान्तस्य लोपः इत्यस्य अपवादः, यत्र पदान्तसंयोगे प्रथमसदस्यः सकारः ककारः च तत्रापि संयोगान्तस्य लोपः भवति चेत् पदान्ते स्कोः संयोगाद्यन्ते च निरवकाशं भवति. अतः अपवादत्वात् पदान्ते अवसरे सति स्कोः संयोगाद्यो अन्ते च इत्यस्य इत्यस्य एव प्रवर्तनीयं भवति. पूर्वत्र सिद्धम् इत्यस्य अपवादः. तत् स्पष्टमस्ति. इदमेव अस्माभिः केभ्यः निमिषेभ्यः पूरितं. तर्हि असंस्थमध्ये सकारतकारस्य संयोगः अस्ति, तर्हि संयोगान्तस्य लोपः इति सूत्रमपि कार्यं करोति, स्कोः संयोगाद्युरन्ते अपि कार्यं करोति, यतोहि प्रथमसदस्य सकारः अस्ति. तर्हि सूत्रद्वयं त्रिपाद्यम् अस्ति, परन्तु पूर्वत्र सिद्धम् इति सूत्रेण पूर्वसूत्रं किमर्थं कार्यं न करोति? नाम संयोगान्तस्य लोपः अत्र कार्यं कृत्वा तकारस्य लोपः किमर्थं न भवति? तर्हि उत्तरमस्ति यत् पदान्ते यदा संयोगः अस्ति तत्र स्कोः संयोगाद्युरन्ते च इति सूत्रं संयोगान्तस्य लोपः इत्यस्य अपवादः भवति इति अस्माभिः दृष्टं खलु. यतोहि यदा पदान्तसंयोगे प्रथमसदस्य सकारककारः अस्ति चेत् तत्रापि यदि संयोगातस्य लोपः इति एव कार्यं करोति तर्हि स्कोः संयोगाद्युरन्ते च इति निरवकाशं भवति, तस्य पदान्तस्य भागस्य निरवकाशत्वं भवति. तथा न भवेत्, अतः अपवादत्वात् पदान्त अवसरे स्कोः संयोगाद्योरन्ते च इति एव कार्यं करोति, संयोगातस्य लोप न इति. इति तु प्रथमबिन्दुः अस्ति. महोदय अग्रे पठतु. हा, अस्मिन्नेव प्रसङ्गे कोऽपि प्रष्टुं शक्नोति यत् लङि तकारलोपे सति असंस्त असंस्त इति स्थितौ संयोगः अस्ति त्रयाणां वर्णानां, नकार सकार तकाराणाम् इति अस्ति. आम्, नकार सकार तकार अस्तु तस्मात् सकारः संयोग आदौ नास्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इति इत्यस्य प्रसक्तिः न, किन्तु यथा उक्तम् उपरि संयोगः द्वयोः वर्णयोः एव न तु त्रयाणाम्, अतः अत्र संयोगद्वयं वर्तते नकारसकारयोः सकारतकारयोश्च। सकारतकारयोः संयोगः पदान्ते तत्र च प्रथमसदस्यः सकारः इत्यस्मात् स्कोः संयोगाद्यो अन्ते च इति सूत्रं प्रसक्तं प्राप्तञ्च इति अस्ति। किं लिखितम् अत्र? इदानीं तत्र नकारसकारतकारयोः अस्ति, अतः तत्र संयोग यदि त्रयाणां वर्णानां संयोग भवति वा इति प्रश्नः अस्ति। द्वयोः वर्णयोः एव न तु त्रयाणाम् इति लिखितमस्ति, परन्तु अत्र संयोगद्वयं वर्तते इति अस्माभिः ज्ञातव्यमस्ति। एकं तु अस्ति नकारसकारस्य, अनन्तरं सकारतकारस्य। इदानीं सकारतकारपदान्ते अस्ति, अतः तत्र सकारप्रथमवर्णः अस्ति, अतः स्कोः संयोगान्ते च इत्यस्य प्रथमसदस्यस्य सकारस्य लोपः भवति इति अस्ति। अत्र प्रसक्तिः अस्ति, प्राप्तिः अपि भवति इति। तर्हि एतादृशं किमपि नास्ति यत् संयोगस्य परिभाषायाम् एतादृशं किमपि नास्ति यत् केवलं वर्णद्वयस्य एव संयोगः भवेत्, तया वर्णस्य अपि संयोगः भवति। अतः वस्तुतः अत्र न स त इति वर्णयोः संयोगः भवति, वर्णानां संयोगः भवति, परन्तु तेषामपि द्वयोः वर्णस्य अपि संयोगः भवति भवितुं शक्नोति खलु। न स त इति मुख्यसंयोगः, तस्मिन्नपि न स इति एकसंयोगः, स त अपि एकसंयोगः। तर्हि एतादृशं चिन्तनं वयं कुर्मश्चेत् पदस्य अन्ते कः संयोगः भवति? पदस्य अन्ते न स अस्ति वा अथवा स त अस्ति वा? स त अस्ति, अतः तर्हि पदस्य अन्ते द्वयोः वर्णयोः संयोगं यदि वयं पक्ष्यामः तर्हि संयोगः कः अस्ति? न स अस्ति वा स त अस्ति वा? स त अस्ति, पदान्ते स त अस्ति खलु, न स पदान्ते नास्ति, स त पदान्ते अस्ति। तर्हि स त इति पदान्ते संयोगः अस्ति, पदान्ते संयोगः अस्ति स त। अत्र यथा अस्माभिः दृष्टं प्रथमसदस्यः अस्ति सकारः, अतः स्कोः संयोगाद्योरन्ते च इति सूत्रात् सकारस्य लोपः भवति। तर्हि अस न स त इति सकारस्य लोपः भूत्वा असन्त् इति भवति, असन्त् इति भवति। इदानीं स्थितिः का अस्ति? असन्त् इदानीमपि पदान्ते संयोगः अस्ति खलु, इदानीं कः संयोगः अस्ति पदान्ते? सकारतकारस्य, नकारतकारस्य। तर्हि नकारतकारसंयोगान्ते अस्ति, अतः अत्र किम् कस्य सूत्रस्य कार्यं भवति? नकारस्य तु तत्र नश्च पदाञ्जलि अनुस्वारः, अनन्तरं न त इति संयोगः पदान्ते अस्ति खलु, संयोगान्तस्य संयोगान्तस्य इत्यस्य प्रसक्ति, आमां सत्यम्। अतः तकारस्य लोपः भवति, अन्तिमपदम् अस्ति असन्। तर्हि अत्र प्रथमवारं तु अस न स त इति सूत्रे पदान्ते सकारतकार इति अस्ति संयोगः, स्कोः संयोगाद्योरन्ते च इति सूत्रात् सकारस्य लोपः भवति। इदानीं नूतनस्थित्यां पदान्ते न त इति अस्ति, अत्र तकारस्य लोपः भूत्वा असन् इति भवति। सर्वे अवगच्छन्ति वा? आं महोदय। इदानीं रघुपतिमहोदय, भवतः एव प्रश्नः अस्ति, नश्चा पदान्तस्य झलि किमर्थं कार्यं न करोति? अग्रे पश्यतु, पठतु अग्रे। अस्तु अस्तु, पश्यतु। अन्यः प्रश्नः उदेति, किमर्थं न पूर्वमेव नश्चा पदान्तस्य झलि इत्यनेन अनुस्वारः आरम्भे एव असंस्त इति, तदा स्कोः संयोगान्ते च इत्यनेन असन्त् इति अनुस्वारः, तदा अनुस्वरसैपरसवर्णः इत्यनेन नकारः, असन्त् इति भवति, तदा पूर्वत्र सिद्धम् इत्यनेन संयोगान्तस्य लोपः इत्यस्य प्रसक् दृष्ट्या नकारः असिद्धः, अतः असन्ति इत्येव स्यात् इति प्रश्नः उदेति इति अस्ति. अस्तु, उत्तरमस्ति यत् अस्मिन् क्रमे नश्चापदान्त जलि इति षष्ठमध्यायस्य तृतीयपादस्य चतुर्विंशतितमं सूत्रमस्ति, इत्यस्य अवसरः न भवति एव. स्वस्य त्रिपाद्यं परत्वात् परसूत्रमस्ति, अतः कृत्वा तस्य प्रसक्तिः न भवति यावत्पर्यन्तं तत्र स्को संयोग किम् तत्र आम् आं तस्य प्रसक्तिः तेन भवति, अतः परसूत्रमस्ति इति अवसरः न भवति एव. स्वस्य त्रिपाद्यां परत्वात् स्कोः संयोगान्ते च संयोगान्तस्य लोपः सूत्रद्वयमपि अष्टाध्यां द्वितीयपादे, अतः पूर्वं भवति. श्रूयते वा महोदय? हा, पूर्वं भव पूर्वं भवति भवन्ति असन्नितिरूपं सिद्ध्यति. असन्नितिदशायाम् असन्नितिदशायां नकारात् परे जल् तु नास्ति एव, अतः अस्यां प्रक्रियां नश्चापदान्तजलि न कुत्रापि भवति. आरम्भात् अन्तपर्यन्तं नुमागमस्य नकारः न इत्येव तिष्ठति इति अस्ति. तर्हि पश्यतु, नश्चापदान्तस्य झलि, संयोगातस्य लोपः, स्कोः संयोगाद्योरन्ते च इति त्रीणि सूत्राणि पूर्वत्र सिद्धम् इति अधिकारे आगच्छन्ति, अतः क्रमशः एव तेषां कार्याणि भवन्ति. पूर्वस्य कार्यं प्रथमं भवति, तदनन्तरं प्रसक्तिः अस्ति चेत् परस्य कार्यं भवति. तर्हि अतः संयोगातस्य लोपः, स्कोः संयोगाद्योरन्ते च इति नश्चापदान्तस्य झलि इति सूत्रात् पूर्वम् आगच्छतः खलु, अतः तयोः कार्यं प्रथमं भवति. तयोः कार्यं भवति, तदनन्तरं रूपं किम् अवशिष्यते? असन् खलु. इदानीम् असन् मध्ये नश्चापदान्तस्य झलि इति सूत्रस्य प्रसक्तिः एव नास्ति, यतोहि इदानीं नकारः तस्य पदान्ते आगच्छति, तदनन्तरं झल् वर्णः एव नास्ति, अतः नश्चापदान्तझलि इति सूत्रस्य प्रसक्तिः एव न भवति, कार्यमपि न भवति, अतः कुत्रापि अनुस्वारः एव न आगच्छति. अवगच्छति वा? आं महोदय, अवगतं. सर्वे अवगच्छन्ति वा? दोषपूर्णा भवति असन्ति इति, यदि तत्र नाम प्रथमतया अनुस्वारः न आगच्छति एव, यतोहि पूर्वत्र सिद्धम् इति अधिकारे सन्ति खलु सूत्राणि, अतः पूर्वसूत्रं यत् अस्ति तस्य कार्यमेव प्रथमं करणीयम्. स्कोः संयोगाद्योरन्ति चेत् संयोगातस्य लोपः द्वितीय सप्तवा अष्टमाध्यायस्य द्वितीयपादे आगच्छति, अतः तयोः कार्यं प्रथमं करणीयं, तदनन्तरं प्रसक्तिः अस्ति चेत् नश्चापदान्तस्य झलि इति सूत्रस्य कार्यं भवति, यतोहि तत् सूत्रं तु अष्टमाध्यायस्य तृतीयपादे आगच्छति. इदानीं संयोगातस्य लोपः इति सूत्रस्य अनन्तरं तु तत्र नश्चापदान्तझलि तस्य निमित्तमेव नास्ति, झल् वर्णः एव नास्ति, अतः अनुस्वारः कुत्रापि न भवति इति अस्ति, असन् इति भवति. अस्तु, सर्वे अवगच्छन्ति खलु? अत्र मुख्यतः पूर्वत्र सिद्धम् इति बहु मुख्य महत्त्वपूर्णविषयः अस्ति, अतः कोऽपि प्रश्नः अस्ति चेत् इदानीमेव पश्यतु, अग्रे अग्रे गत्वा अधिकमधिकं जटिलं भवति. कोऽपि इदानीं यदि न अवगच्छति चेत् इदानीमेव पृच्छतु. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. अग्रे को अस्ति? मदर् महोदय पठतु. मदर् महोदय गच्छति. अस्तु, मदर् महोदय अस्ति खलु? आम् महोदय. आम् महोदय, अन्यप्रश्नः. पुनः अन्यप्रश्नः, स्कोः संयोगात् योरन्ते च इत्यनेन यः सकारलोप सः तु संयोगान्तस्य लोपः इत्यनेन न दृश्येत् न ननु कार्यसिद्धत्वात्. उत्तरम् अस्ति यत् तथा नास्ति, यतोहि स्कोः संयोगात् रन्ते च अपवादत्वात् प्रथमतया प्रवर्तितम् अपवादस्य बलेन तस्य कार्यं संयोगान्तस्य लोपः इत्यनेन दृश्यते एव. अत्र पूर्वत्र सिद्धम् इत्यस्य एव अपवादः, अतः तस्य इह किमपि कार्यं नास्ति. किं लिखितम्? स्कोः संयोगात् योरन्ते च इति सूत्रं सूत्रस्य कृते संयोगान्तस्य लोपः इति असिद्धं भवति. अतः प्रथमं कार्यं भवति इति च, परन्तु अपवादत्वेन स्कोः संयोगात् योरन्ते च इति कार्यमेव भवति इति उक्तम्. अपवादस्य बलेन तस्य संयोगान्तस्य लोपः इत्यनेन परसूत्रम् अस्ति किल महोदय, संयोगान्तस्य लोपः. आम् अस्तु, तर्हि अत्र किमस्ति? प्रथमं तु पूर्वत्र सिद्धम् इति अधिकारे स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः सूत्रं सूत्रद्वयम् आगच्छति. संयोगान्तस्य लोपः इति सूत्रमस्ति पूर्वं, स्कोः संयोगाद्योरन्ते च इति सूत्रमस्ति परं. तर्हि पूर्वत्र सिद्धम् इति सूत्रात् स्कोः संयोगाद्योरन्ते सूत्रस्य अपेक्षया संयोगान्तस्य लोपः इति सूत्रं भवति खलु, भवेत्. परन्तु इदानीमेव अस्माभिः दृष्टं यत् अपवादत्वेन स्कोः संयोगाद्योरन्ते च इति सूत्रं कार्यं प्रथमं करोति. इदानीं कोऽपि प्रश्नः प्रष्टुं शक्नोति यत् पूर्वत्र सिद्धमिति किम् अस्ति. पूर्वत्र सिद्धमिति वदति यत् एकमस्ति शास्त्र असिद्धम्, एकमस्ति कार्य असिद्धम्. अस्माभिः पूर्वमेव पठितं खलु, शास्त्र असिद्धमिति सूत्रेण इत्यनेन पूर्वत्र सिद्धमिति अधिकारे पूर्वसूत्रस्य अपेक्षया अन्यसूत्रं तस्य अस्तित्वमेव नास्ति, अस्तित्वमेव नास्ति. कार्य असिद्धमिति सूत्रेण इत्यनेन यदि अन्यसूत्र, यदि परसूत्रस्य कार्यं यदि भवति केनापि कारणेन, अन्यसूत्रस्य कार्यं यदि भवति तत् कार्यं पूर्वसूत्रं न भवितुं शक्नोति, न द्रष्टुं शक्नोति. तर्हि अत्र अपवादत्वेन स्कोः संयोगाद्योरन्ते च इति सूत्रस्य कार्यं प्रथमं भवति. तत्सूत्रं कार्यं कृत्वा सकारस्य लोपः भवति, असन्त. इदानीं कोऽपि वक्तुं शक्नोति अतो अस्तु अपवादत्वेन तस्य कार्यं प्रथमं भवति, पूर्वपरसूत्रम् अस्ति चेदपि अपवादत्वेन तस्य कार्यं प्रथमं भवति. परन्तु स्कोः संयोगाद्योरन्ते च इति सूत्रात् यत् कार्यं यत् कार्यम् अभवत् तत् कार्यं संयोगातस्य लोपः तु न द्रष्टुं शक्नोति कार्य असिद्धत्वात्. अतः यद्यपि सकारस्य लोपः भवति, असन्त इति अस्ति, परन्तु स्कोः संयोगाद्योरन्ते तु इदानीमपि सकारं पश्यति, असंस्त इति दृश्यति. तर्हि इदानीं किमर्थं इदानीं तकारस्य लोपः किमर्थं भवति इति कोऽपि वक्तुं शक्नोति. परन्तु तत्तु यदि सामान्यतया यदि तत् समीचीनमस्ति, सत्यमस्ति, परन्तु अत्र तु पूर्वत्र सिद्धम् इति सूत्रस्य एव अपवादम् अस्ति खलु स्कोः संयोगाद्योरन्ते च. स्कोः संयोगाद्योरन्ते च अपवादत्वात् प्रथमं कार्यं करोति इदम् एव पूर्वत्र सिद्धम् इति अधिकारस्य एव अपवादम् अस्ति खलु एकरीत्या. अतः अपवादमेव अस्ति चेत् कार्यसिद्धं शास्त्रसिद्धं किमपि नास्ति. अतः स्कोः संयोगाद्योरन्ते च इति सूत्रस्य यदा कार्यं भवति तदनन्तरमपि संयोगातस्य लोपः इति तस्य कार्यं दृश्यते, पश्यति. अतः स्कोः संयोगाद्योरन्ते च इति असन्त इति एव पश्यति, अतः तकारस्य लोपः भूत्वा असन् इति भवति. अवगच्छति वा? आं महोदय. आं महोदय अवगच्छति. अत्र पूर्वस्मिन् वाक्ये असन्ति इति अस्ति, तत्र तकारः संयोगान्तस्य लोपः न पश्यति नकारस्य इति दत्तमस्ति, परन्तु तादृश नास् करणीयम् इति दत्तमस्ति. किमर्थं तदेव तदेव कोऽपि पुनः स्वस्य स्वस्य शब्देषु पुनः एकवारं वदतु. न सामान्यकार्यसिद्धम् इति कृत्वा तत्र असन्त् इति एव रूपं भवति इति अस्ति, कार्यसिद्धम् इति तादृश न करणीयम् इति अस्ति. कार्यसिद्धम् अत्र कार्यसिद्धं न भवति त्रिपाद्यं. तर्हि कार्य असिद्धम् इत्युक्ते किं महोदय? पूर्वसूत्र परसूत्रस्य कार्यं पूर्वसूत्रस्य कृते असिद्धम् अस्ति इति अस्ति यदि भवति. नाम अस्मिन् उदाहरणे असंस्थ मध्ये अत्र वयं सकारस्य लोपः कृतमस्ति अतः, परन्तु कार्य असिद्धत्वात् संयोगातस्य लोपः अस्य सकारस्य लोपः न द्रष्टुं शक्नोति इति प्रश्नः अस्ति खलु. तर्हि संयोगातस्य लोपस्य कृते तु इदानीमपि सकारः भवति एव, तथा किमर्थं नास्ति तस्य उत्तरं किम्? अपवादात् इति तैः संयोगाद्योरन्ते च इति सूत्रस्य प्रथमकार्यं संयोगातस्य लोपस्य अपेक्षया तस्य प्रथमकार्यम् अपवादत्वेन एव भवति खलु. इति अपवादत्वम् इति अपवादत्वं वस्तुतः कस्य अपवादमस्ति? पूर्वत्र सिद्धम् इति शास्त्रस्य अपवादः अस्ति खलु. अतः अतः पूर्वत्र सिद्धं वदति यत् संयोगातस्य लोपस्य कार्यं प्रथमं भवेत्, परन्तु अपवादत्वेन संयोगातस्य स्कोः संयोगाद्युरन्ते च इति सूत्रस्य एव कार्यं प्रथमं भवति. अतः एकरीत्या स्कोः संयोगाद्युरन्ते च इति सूत्रस्य प्रथमं कार्यं यद्भवति तत् पूर्वत्र सिद्धम् इति शास्त्रस्य एव अपवादः अस्ति खलु. आमां तस्य एव अपवादः अस्ति. आमां शास्त्रस्य अपवादः अस्ति. आं सत्यं तस्य अपवादः अस्ति, अतः पूर्वत्र सिद्धम् इति प्रसङ्गः एव न आगच्छति खलु. एकवारं तस्यापि अपवादः भवति, एक्सेप्शन् भवति, तदा औत्सर्गिक नाम पूर्वत्र सिद्धं तस्य प्रसङ्गः एव न तिष्ठति, प्रसङ्गः एव न तिष्ठति. अतः किं शास्त्रसिद्धं किं कार्यसिद्धं किमपि नास्ति. सत्यं पूर्वत्र सिद्धम् इति एव नास्ति चेत् कार्यसिद्धं किमपि नास्ति, शास्त्रसिद्धं किमपि नास्ति, किमपि नास्ति. अतः असंस्थमध्ये संयोगात् स्कोः संयोगाद्यन्ते च इति सूत्रात् सकारस्य लोपः यद्भवति अपवादत्वात् तत् संयोगातस्य लोपः इति द्रष्टुं शक्नोति, यतोहि अत्र पूर्वत्र सिद्धम् इति किमपि नास्ति इति सूत्रद्वयस्य कृते. तथा नास्ति चेत् यथा पूर्वसिद्धं नास्ति तत्र पूर्वसूत्रं द्रष्टुं शक्नोति खलु अन्यसूत्रस्य कार्यं. यथा सामान्यतया सपादसत्ताध्यायां यत् अस्ति पूर्वसूत्रम् अन्यसूत्रस्य कार्यं द्रष्टुं शक्नोति, तथैव अत्र अपि भवति, यतोहि पूर्वत्र सिद्धं तस्य अपवादमेव भवति. अपवादं भवति अतः द्रष्टुं शक्नोति, अतः संयोगान्तस्य लोपः सकारस्य लोपं दृष्टति पश्यति, अतः असन्त इति अस्ति, अतः पुनः संयोगान्तस्य लोपः इति तकारस्य लोपः भूत्वा असन् भवति. नाम किं? स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपे च लोपः च इति सूत्रयोः पूर्वत्र सिद्धं तस्य किमपि महत्त्वं नास्ति अपवादत्वात्. नाम जस्ट् फार् दीस् टु सूत्र बिकास् आफ् द पवर् आफ् एक्सेप्शन् पूर्वत्र सिद्धम् इति तस्य महत्त्वं नास्ति. यथा सामान्यतया अस्माभिः दृष्टं पूर्वसूत्रं परसूत्रं परसूत्रं पूर्वसूत्रं पूर्वसूत्रस्य कार्यं द्रष्टुं शक्नोति, पूर्वसूत्रं परसूत्रस्य कार्यं द्रष्टुं शक्नोति. एतत् सर्वत् अत्र अपि भवति, यतोहि पूर्वत्र सिद्धम् अत्र नष्टं भवति अपवादत्वात्. अतः अत्र किमपि नास्ति. परन्तु अन्यस्थलेषु यत्र पूर्वत्र सिद्धं तस्य नष्टं न भवति अन्यसूत्राणां कृते, तत्र तु शास्त्रसिद्धं कार्यसिद्धं तत्सर्वं द्रष्टव्यम् इति अस्ति. तर्हि आगच्छन्ति वा? प्रश्नः अस्ति वा कस्यापि? महोदय अवगतम् इदानीं. न महोदय. अस्तु, इदानीम् अग्रे गच्छामः. मदर् महोदय अग्रे. व्रश्च व्रज् इति औपदेशिकधातुः, तस्य यङ् लुबन्तधातु वा व्रज् वा अ वा व्रज् योगः तकारः हल् याभ्यो दीर्घात् सुतिस्य प्रकृतं हल् इत्यनेन तकारलोपः अ वा व्रश्च कोः संयोगान्तयो रन्ते च इत्यनेन सकारलोपः अ वा व्रज्. अत्र प्रथमं तकारस्य लोपः भवति हल्याभ्यो दीर्घा सुतिस्य प्रकृतं हल् इत्यनेन, तदनन्तरं सकार कथं लोपः भवति? सकार एव अस्ति. अत्र सकारः तु नास्ति खलु? आम्. तर्हि चिन्तयतु, सकारः तर्हि किमस्ति? वस्तुतः अयं शकारः वस्तुतः सकारः एव अस्ति. सः सकारः चकारस्य स्पर्शात् स्तोः चुनास्तुः इति सूत्रात् शकारः भवति, अतः व्रश्च इति धातुः अस्ति. वस्तुतः पूर्वं सकारः अस्ति. एतत् चिन्तयतु, वस्तुतः व्रश्च इति धातु मध्ये व्र स च इति अस्ति, व्र दन्त्यसकार च. परन्तु दन्त्यसकार चकार एतत् कदापि स्थातुं न शक्नुतः, नाम स्टेबल् न सन्ति, न स्तः. अतः स्तोश्चुनाश्चुः इति सूत्रस्य कारणेन श्रुत्वसन्धेः कारणात् सकारस्य सकारः भवति, व्रश्च इति भवति धातुः. परन्तु चिन्तनीयं यत् वस्तुतः एतत् सकारः एव अस्ति, अतः वस्तुतः सकारः अस्ति, अतः स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः भवति. अतः अव्रावरश्च यत् अस्ति तत् पदान्ते यः संयोगः अस्ति तस्य प्रथमसदस्य वस्तुतः सकारः एव अस्ति, तस्य लोपः भूत्वा अवावृच् इति भवति इति अस्ति. महोदय अत्र कथं वयं जानीमः तत्र सकार एव अस्ति इति? सकारं किमस्ति? न तादृश न धातु एव नास्ति वा? न तत्तु महोदय गुरुणा गुरोः शिक्षया एव वयं ज्ञातुं शक्नुमः यत् वस्तुतः सकारः एव, तत् सकारः श्रुत्वात् सकारः भवति धातुम्. अग्रे अग्रे लिखितमस्ति महोदय, पठतु मदर् महोदय. आं महोदय. उपरितने वृत्तान्ते शकारः दृश्यते न तु सकारः. वस्तुस्थितिः इयं यत् सकारस्तु अस्ति तदा चकारस्य प्रभावेन स्तोः श्नाश्युः इत्यनेन सकारस्य स्थाने शकारः आगतः. आम्. प्रथमं सकारः दन्ति सकारः अस्ति, तदनन्तरं स्तोः शुनाश्चुः इति सूत्रेण शकारः तालव्यशकारः भवति, अतः एव लोपः. प्रक्रियायां सदा चिन्तनीयं यत् सकारः एव अस्ति. तर्हि व्रश्च इति धातु मध्ये व्र स च इति अस्ति. इदानीं यदि कापि प्रक्रिया नास्ति, केवलं धातुनिर्माणमेव करणीयं, तर्हि श्रुत्वसन्धि एव इति एकमेव सूत्रं कार्यं करोति, स्तोः शुनाश्चुः. अतः सकारशकारः भवति, व्रश्च इति धातुः भवति. परन्तु अवाव्रश्च योगः त अत्र सकारः इति अस्ति इति चिन्तयित्वा तकारस्य लोपः भूत्वा अवावृश्च इति अस्ति भवति. इदानीं पदमस्ति खलु, अवावृश्च इति केवलं धातु नास्ति, पदमस्ति. अतः प्रथमं संयोगान्तस्य लोपः इति संयोगाद्यन्ते लोप अस्तु. इदानीं मम प्रश्नः अस्ति, अवावृश्च तकारस्य लोपानन्तरं पदं भवति खलु, भवति खलु? आं महोदय. इदानीम् अवावृश्च इति सूत्रे इति यदा पदं भवति तर्हि स्कोः किं महोदय? अवावृश्च इति पदं यदा भवति तत्र स्कोः प्रयोगाद्योरन्त इति सूत्रस्यपि प्रसक्तिः अस्ति, यतोहि पदान्ते सकारचकारः अस्ति. अपि च स्पोहोस्तिनाष्टुपु इति सन्धिसूत्रस्य प्रसक्तिः अस्ति खलु. आम्, तर्हि कस्य कार्यं स्तोः संयोगात् तयोरन्ते च इति अपवादत्वेन स्तोहोस्तुनाष्टुः इति सूत्रयोः अपवादं नास्ति. ओ आम् आम्, तर्हि किमर्थं भवति स्पोहोसंयोगाद्यर्थे च कार्यं प्रथमं किमर्थं भवति? पूर्वसूत्रम् अस्ति यतः सर्वत्र अधिकारे सूत्रद्वयम् आगच्छति, अतः पूर्वसूत्रस्य कार्यं भवति. पूर्वसूत्रमस्ति स्पोहोसंयोगाद्यर्थे च, अतः तस्य कार्यं प्रथमं भवति. सकारस्य लोपः अवावृत्, इदानीं स्तोः अवावृच् इति एव भवति. महोदय शब्दं भिन्नभिन्न भवति, शब्दं सम्यक् नास्ति. न, अहं केवलं वदामि अवावृश्च इति पदे स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः अस्ति, स्तोश्चुनाश्चु इति प्रसक्तिः अपि अस्ति, परन्तु पूर्वत्र सिद्धम् इति अधिकारेण प्रथमसूत्रस्य कार्यं पूर्वसूत्रस्य कार्यं भवति. अतः स्कोः संयोगाद्योरन्ते च पूर्वसूत्रमस्ति, तस्य कार्यं भूत्वा सकारस्य लोपः प्रथमं करणीयम्, अवावृच् इति निष्पद्यते. इदानीं स्तोः शुनाशु तस्य प्रसक्तिः एव नास्ति, अतः अवावृच् एव तिष्ठति. अस्तु, सर्वे आगच्छन्ति वा? आं महोदय. कस्य प्रश्नः अस्ति चेत् पृच्छतु. महोदय अवगच्छति. अस्तु, अग्रे अग्रे को अस्ति? विजय महोदय अग्रे पठतु. चवर्गान्तधातवः विजय महोदय अस्ति वा? तर्हि इदानीं संयोगान्तस्य धातूनां कृते कार्यं यदस्ति, पदस्य अन्ते संयोगवर्णः अस्ति चेत् कार्यं कथं करणीयम् इति समाप्तम्. इदानीं द्वितीय सप्त बिन्दवः सन्ति खलु. इदानीं द्वितीयबिन्दुः अस्ति, पदान्तस्य अन्ते यदि चवर्गीयवर्णः अस्ति चेत् कार्यं कथं भवति. विजय महोदय अस्ति वा? गच्छति. अस्तु, विजि महोदय पठतु. पठतु. चवर्गान्तधातवः प्रथमबिन्दु, चवर्गान्तधातूनाम् अन्तिमचवर्गीयवर्णस्य स्थाने कवर्गीयादेशो भवति पदान्ते. चवर्गस्य स्थाने कवर् दीर्घादि प्रवर्तादेशो भवति जलिपदान्ते च चोपो षष्ट्यन्तं कुपु प्रथमान्तं द्विपदमिदं सूत्रं जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः कोपो संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयो अनुवृत्तिः पतसे इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति चोः अन्ते किम् अस्ति धातूनाम् अन्ते चवर्ग अस्ति चेत् धातु इति किमपि धातोः इति आवश्यकता नास्ति किमपि भवेत् ओके चवर्गस्य स्थाने कवर्ग आदेशो भवति निमित्तम् अस्ति जलि पदान्ते इति वा महोदय नाम यदि झल् वर्णः परे अस्ति अथवा कवर्गः स्थाने कवर्गः आदेशो भवति नाम झल् परे अथवा पदस्य अन्ते चवर्गीयवर्णस्य स्थाने अन्तर्तमः कवर्गीयवर्णः भवति इति प्रथमान्तं द्विपदमिदं सूत्रम् ओके अग्रे उदाहरणं यथा अवच् योगः इत् हल्ङ्याभ्यो दीर्घात् सुतिस्य प्रथम हल् इत्यनेन इत् लोपः अवच् इति तदनन्तरं चुः कुः इत्यनेन चवर्गस्य स्थाने कवर्गादेशः अवक् अत्र तु अन्तिमपदम् इति कारणेन अवच् चवर्ग इच् वर्णः अन्तिमवर्णः अस्ति पदान्ते अस्ति अतः चुः कुः इति सूत्रस्य प्रसक्तिः निमित्तम् अस्ति अतः चव इच् वर्णः कव वर्णः आदेशः भवति अत्र झलि झलि इति निमित्तं नास्ति परन्तु नास्ति आं महोदय अवक् अवक् अथाद्यच् चोः कुः इत्यनेन चवर्गस्य स्थाने कुत्वम् अथात् यग् क्रमेण चवर्ग अस्य स्थाने कवर्गः आदेशः भवति प्रथमवर्णः चेत् केन सूत्रेण भवती जानाति क्रमेण भवति स्थाने स्थाने अन्तर्तम क्षम्यता महोदय न चिन्ता नास्ति तर्हि जकारस्य कवर्गीयव्यञ्जनेषु अन्तर्तमः स्थाने स्थानेन अन्तर्तमः वर्णः कः अस्ति गकारः अतः गत्यातग् तथैव महोदय प्रातिपदिकमस्ति खलु वाच् वाच् इति प्रातिपदिकमस्ति खलु तस्य प्रथमविभक्तिक्वचनं रूपं किं वाक् तत्र अपि एतत् सूत्रं कार्यं करोति अतः एतत् सूत्रं धातूनां कृते अपि तु सर्वत्र कार्यं करोति अरे वाच् खलु भवती एव वदतु वाच् अस्ति प्रथमविभक्ति एकवचनं सुबन्तं सुप्रत्ययः अस्ति सु खलु सु मध्ये भवती न श्रूयते वाच् योगः सु प्रथमविभक्ति एकवचनं सु मध्ये संज्ञा लोपानन्तरं किम् अवशिष्यते इति अस्ति खलु इदानीं सकारः अपृक्त अस्ति खलु केन सूत्रेण अल्ण्याभ्यो दीर्घात् अपृक्तं अत्र सुबन्धम् अस्ति दीर्घात् सु टीसि इति अस्ति सु अपि अस्ति खलु सु अतः सकारस्य लोपः लोपः भवति पदं किं भवति वाच् खलु वाच् इति आं भवति अत्र विसर्गः न आगच्छति न वसर्गः तु न आगच्छति परन्तु पदान्ते चकारः अस्ति अतः चोः कुः इति सूत्रेण वाक् भवति वाक् इति भवति तर्हि मम आशयः किम् अस्ति यत् चोः कुः इति अथवा बहूनि सूत्राणि इदानीं यत् वयं द्रक्ष्यामः तानि सूत्राणि केवलं धातूनां कृते सन्ति इति न चिन्तयतु सर्वत्र भवति प्रातिपदिकेषु अपि भवन्ति इति तर्हि वस्तुतः हल् सन्धि इति पाठस्य चिन्तनेन न केवलं धातूनाम् अपि च प्रातिपदिकेषु यत् कार्यं भवति तस्य अपि अभ्यासः वस्तुतः अत्र भवति तत्र किमस्ति तत्र चिन्तयन्ति यत् किञ्चित् अपि न बहु बहवः जनाः चिन्तयन्ति यत् एतानि नियमानि केवलं धातूनां कृते सन्ति इति तु नास्ति वस्तुतः एतानि सामान्यसन्धिनियमानि सन्ति नियमाः सन्ति यत् प्रातिपदिकानां धातूनां सर्वेषां कृते भवन्ति अस्तु सर्वे आगच्छन्ति वा इदानीं समयः समाप्तः आं महोदय आं महोदय।